आरम्भं करोतु. सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. त्रिमुनिवन्दना. येनाक्षरसमाह्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. धन्यवादः. धन्यवादः. आरम्भं कुर्मः. वयं बहु किमपि पठितवन्तः. तस्य अवगमनम् अस्ति वा न, कथं परिशीलनं कुर्मः? लघुपरीक्षा कुर्मः वा अद्य? परस्परं प्रश्नोत्तरं कृत्वा. यावत्पर्यन्तं वयं किं पठितवन्तः, किं चिन्तनम् अस्ति अद्य वा अनन्तरं प्रश्नोत्तरं? वै उत्तरं ददातु. पूर्णिमा, सम्यक् न श्रूयते. करोतु महोदय. अद्य भवतु, यदिच्छति भवती तथा तथा करो. एवं न, एतत् वयं मिलित्वा पठामः. अतः सर्वे सर्वेषां कृते अधिकारः अस्ति निर्णयार्थं. खलु भगिरथी किं वदति? अनन्तरं करोतु भगिनि. अनिल् भागीरथी, भवती द्विवारं लागिन् कृतवती वा? ओके. अन्य सेल् मध्ये अपि अहं गीता जया सेकेण्ड् हाफ् अच्छा जया अनन्तरं भागीरथी अनन्तरं मुत्तुलक्ष्मी गीता प्रष्टुं शक्यते महोदय. भवती सर्वदा सिद्धा? न महोदय, अहं यत्किमपि न जानामि परन्तु ज्ञातुम् इच्छामि तावदेव. रूपल् सुब्रह्मण्यम्. अहं तु सिद्धः. भवान् सिद्धः, परन्तु अस्मिन् स्तरे प्रश्नोत्तरं कुर्मः चेत् सम्यक् भवति वा अनन्तरम्? एतदेव अहं मम अभिप्राय पुनः वदतु. ह्यः अस्माकं मेलने पठनगणे यत् अनुभवामि तत् वदामि. अत्र एकवारं पुनः स्मरणं कृत्वा आगामिसप्ताहे प्रश्नोत्तरं कुर्मः चेत् उचितं भवति. तदेव. ओके ओके सम्यक्. धन्यवादः. अतः अद्य प्रश्नोत्तरं न कुर्मः. अद्य प्रश्नोत्तरम् इत्युक्ते परस्परं प्रश्नं दृष्ट्वा एकः प्रश्नं पृच्छति, अन्य उत्तरं ददाति. एवं कुर्मः. अहं किं केवलं नामानि आह्वयामि. अतः प्रश्नानां सिद्धता भवन्तः कुर्वन्तु. ओके, भवन्तः भवत्यः कुर्वन्तु. कस्य आधारेण? अस्माकं करपत्राणाम् आधारेण. ओके ओके. इदानीं वयं गतवर्गे किं किं पठितवन्तः कोऽपि स्मारयितुं शक्नोति? विजया भवती आसीत् वा तस्मिन् समये? उषा तु न आसीत् तत्तु अहं जानामि। विजया स्मरणं कारयति वा सूत्रसहिता? अत्र भूधातोः अनन्तरं बुधुधातोः अत्र किं कार्यम् अभवत्? अनन्तरम् एतत् धातुगणविषये एव अचलत् खलु महोदय? धातुगणविषये एव अत्र भूधातुः अनन्तरं बुद्ध भू इति धातुः अनन्तरं बुद्ध धातोः विषये अचलत्? तत्तु प्रचलति सूत्रात्। तत्र वयं किं पठितवन्तः तत् वक्तुं शक्नोति अथवा किं ज्ञातवन्तः आधारेण वा बुद्धतोः आधारेण? उदाहरणं तु दत्तमस्ति धातोः। करणे अस्ति वक्तुं शक्नोति सर्वमङ्गला सुब्रह्मण्यम् अहं न पृच्छामि भवतं भवान् तु जानाति अन्ये किञ्चित् प्रयत्नं कुर्वन्ति चेत् लाभाय भविष्यति तेषां कृते। अस्तु अस्तु महोदय, अस्तु महोदय, समीचीनम्। सर्वमङ्गला अस्ति। नमस्ते, नमस्ते मेम्। ओके, विजया उक्तवती भूधातोः बुद्ध धातोः वयं पठितवन्तः विषये। इदानीं तस्य आधारेण वयं किं पठितवन्तः भूधातुविषये वक्तुं शक्नोति? भूधातुः स्वरान्तः धातुः। स्वरान्तः धातुः, धातुः अनन्तरम् अन्तिमवर्णः स्वरः इति। ओके, भु प्लस् उ अच् प्रत्याहारः सर्वेषां स्वराणां स्वरङ्गः। ओके, अनन्तरं भवती पर्यन्तं कथम् आगतं तस्मिन् विषये किमपि अस्ति मेडम्? रिपीट् प्लीस्। भू इति आरभ्य एकं तु वयं निर्णयं कृतवन्तः भू अच्युवर्णेन किम् अन्तिमवर्णः अच्युवर्णः। अनन्तरम् अनन्तरम् इगन्तः, इगन्तः ऊ इट् एण्ड्स् वित् ऊ नो दट् इट् इस् काल्ड् एस् इक् इति उच्यते न दट् इक् अन्तः भू धातोः वर्तते इति इगन्तः धातुः कथ्यते। अनन्तरम् अनन्तरं किं कार्यं वयं कुर्मः? अनन्तरं कथं वयम् आनयामः इत्सङ्ग् दट् शप्रत्यये अप्लै प्रत्यय योजयामः। अनन्तरं किं प्रत्यये योजयामः? शकार पकारयोः इत्सङ्ग् न कृत्वा लोपः भवति। अनन्तरं आफ्टर् इट् इस् बिकम् षित् इत्सङ्ग् न शकारः it will become shit okay. Then that thing shit sarvadhatukam itenena it is written as a sarvadhatuka sanghakah. Anantaram there are two pratyayas like that sarvadhatuka athava ardhadhatuka pratyaya we have learned. Okay. Up to okay. that. we have finished up to that one. Sarva dhatuka artha dhatukayoh de we have left. Kena adharena vayam krutavantah. सार्वधातुकं किञ्चित् सार्वधातुकम् इति नामकरणं वयं कृतवन्तः न केन स्वर्णे अस्ति ओके ओके रूपं अस्ति नमो नमः भगिनी अस्मि तिंशित् सर्वधातुकं तत्र शकारः अस्ति कुत्र शकारः अस्ति प्रारम्भे प्रारम्भे इत्युक्ते स्पष्टीकरणं करोतु प्रारम्भे इत्युक्ते शप् इति अस्ति भू अधिक शप् इति अस्ति तर्हि श शकारः अकारः पकारः तत्र सर्वधातुक च अस्ति इत्यस्य लोपः भवति पकारस्य तु हलन्त्यम् इति सूत्रेण भविष्यति तिष्ठति केवलं विषये इदानीं न वदतु इदानीम् अस्माकं चिन्तनं कुत्र अस्ति किंशित् सार्वधातुकम् एतस्य उपयोगं कथं केन आधारेण कुर्मः तत् स्पष्टीकरणं करोतु तर्हि शप् यदि अस्ति तर्हि शकारः दृश्यते तस्य शकारः अ तर्हि शकारस्य लोपः भवति तिंसिं सूत्रेण तिंशित् सर्वधातुकेनिमिषं रूपल् चिन्तनं करोतु शप् इति प्रत्ययः अस्ति तस्य शकारस्य अपगमनं भवति केन सूत्रेण तत्तु लशक्व तद्धिते लशक्व तद्धिते सूत्रे लोपकार्यं वयं कुर् इत्संज्ञा कृत्वा लोपकार्यं कुर्मः तदर्थं किम् अस्माकं हस्ते अस्ति षित् इति नामकरणम् अभवत् न तस्य नामकरणम् अभवत् सकारस्य लोपगच्छति परन्तु पुनः वदतु तस्य लोपः अभवत् लशक्व तद्धिति इति सूत्रेण तस्य लोपः अभवत् परन्तु प्रारम्भे तत् आसीत् इति कारणेन तस्य नाम तिंशित् सार्वधातुकम् इति न तस्य नाम तिंशित् सार्वधातुकं न प्रथमस्तरे तु षित् भवति ओके षित् भवति अस्तु प्रथमनामकरणं षित् तदनन्तरं तिंशित् यदा तिङ् प्रत्ययः अस्ति वा षित् प्रत्ययः अस्ति तेषां तयोः सार्वधातुकम् इति नामकरणं भवति अतः प्रथमकार्यं षित् कर्तव्यं नामकरणं षित् अनन्तरं नामकरणं कर्तव्यं शकारम् आसीत् पूर्वम् इति कारणेन तस्य नाम षित् करणीयं षित् करणीयम् इति षित् भवति अवगमनं तस्य अवगमनम् अहं अत्र लिखितमस्ति न षित् यस्मिन् शकारः इत् सः प्रत्ययः षित् ओके एकवारं षित् इति वयं स्थापयामः चेत् तस्य नामकरणम् अभवत् तदनन्तरमेव किंशित् सार्वधातुकम् एतस्य अधिकारः भवति वयं तु दृष्टवन्तः न इत् संज्ञाविषये न प्रथमं तु संज्ञा इति नामकरणं कर्तव्यं तदनन्तरम् एव तस्य लोपः एतस्य उपयोगं कर्तुं शक्नुमः अधिकारः मिलति न इति नामकरणं कुर्मः तदनन्तरमेव तस्य लोपः एतस्य अधिकारः आगच्छति एवमेव षित् इति नामकरणं कुर्मः चेत् तदनन्तरम् एव तिंशित् सार्वधातुकम् एतस्य अधिकारः उद्भवति. ओके, यावत्पर्यन्तम् अवगतं सर्वे? इदानीम् अग्रे किमपि वयं पठितवन्तः? ओके, प्रतिभा. प्रभातं भगिनि. नमस्ते. नमस्ते. अत्र किं लिखितमस्ति? शप् प्रत्ययस्य विषये. शप् प्रत्यये शकारपकारयोः लोपः अकारः एव अवशिष्यते. शप् इति विकरणप्रत्यये शकारपकारः लोपः भवति इति उक्तवन्तः. तत्र शकारः लशक्वतद्दिटे इत्यनेन लोपः संज्ञा भूत्वा तस्य लोप इत्यनेन लोपः भवति. पकारस्य यत्संज्ञा भवति हलन्त्यम् इत्यनेन, तदनन्तरं लोपः भवति तस्य लोप इत्यनेन. अकारः एव तिष्ठति तत्र इति विकरणप्रति. अनन्तरम् अत्र अ शप् आसीत्, अधुना केवलम् अ दृश्यते, तथापि शकारपकारयोः प्रभावः एव अकारः शपः प्रतिनिधिः. एतस्य अर्थं वक्तुं शक्नोति? प्रायः सार्वं सम्यक् न जानामि भगिनि, प्रयत्नं करोमि. प्रायः तिंशित् सार्वधातुकस्य प्रभावः अस्ति इति उक्तमस्ति वा तत्र? शकार अपकार वैत्संज्ञा भवति चेदपि तस्य तस्य प्रभावः भवति एव इति तिंशित् इत्यनेन. तिंशित् तत्र मा गच्छतु, अत्र केवलं शक् विषये वयं पश्यामः. अकारः आगच्छति शप् इत्यनेन एव खलु, तत्कारणं वा? अतः शप् प्रत्ययस्य अवशिष्टरूपं किं भवति? अकारः. अकारः, परन्तु किं किं वयं निष्कासितवन्तः? अकारः यदवश्यते तत्पूर्वं वयं केके वर्णानां निष्कासनं कृतवन्तः? शकारः पकारः. शकारः पकारः गतं, परन्तु तेषां तयोः प्रभावः भवति एव तत्र एव अदृश्यः. कारपकार अदृश्य भवन्ति, परन्तु तयोः प्रभावः तिष्ठति. सकारस्य इत्संज्ञा कृत्वा लोपकार्यं कुर्मः. यस्य इत्संज्ञा अभवत्, यस्य वर्णस्य इत्संज्ञा अभवत्, तकारयोः एव नामकरणं कुर्मः. शकारस्य अभवत् अतः तदस्ति षित्. ओके, अभवत् अतः तदस्ति त्वित्. ओके, तदा एव किञ्चित् सार्वधातुकस्य अधिकारः आगच्छति. ओके, अस्तु अस्तु अस्तु. पूर्णिमा, वदतु. भूपाति अत्र किं भविष्यति? भू अति. आं भगिनि. भू अधिकति अत्र शप् प्रत्ययस्य अकारः भवति, अनन्तरं तिगन्त तिङ् प्रत्ययस्य ति अपि भवति. भू अधिक तत्र गुणः भवति, भू अधिक शप् अधिकति भू अधिक आ अधिकति तिंशित् सार्वधातुकम् इति तत्र भवति तेन किं भवति भो भो गु अधिक भो भवति तदनन्तरम् अकारः मिलित्वा एचो वायवः इति सूत्रस्य आधारेण औ औ भवति भवति तावत्पर्यन्तं मा गच्छतु यावत् वयं पठितवन्तः तावदेव पुनः पश्यामः अस्तु अतः भू यदस्ति ऊकारः यदस्ति तदस्ति इक् वर्णस्य एकः वर्णः इक् समूहस्य एकः वर्णः भूधातु अजन्त स्वरान्त नाम एतत् सर्वं वयं पठितवन्तः न अच्छा यस्य धातोः अन्तिमवर्णः इ उ ऋ ल अस्ति सः धातु इगन्तधातु ओके अतः इगन्तधातु इत्युक्ते किम् अस्ति पूर्णिमा इ उ ऋ इक् इक् वर्णः इ उ ऋ तत्र गुणः भवति तत्र इगन्तधातु हा ओके इक् अन्त यत् धातु अस्ति तत् भवति इगन्तधातु ओके नामकरणं भवति न अथवा भवति इगन्तधातु एतद्वयं पठितवन्तः वा पञ्चमबिन्दु तावत्पर्यन्तं पठितवन्तः अच्छा ओके मुत्तुलक्ष्मी अग्रे पठतु आदिकं ति एतावत् आरभ्य पठनीयं वा इदानीं हा हा हा पठतु दृश्यते आम् आम् आम् दृश्यते दृश्यते भू अधिकम् भू योगः अयोगः ति यत्र इत्संज्ञां कृत्वा लोपः साध्यते तत्र यस्य लोपः जातः सः इत्संज्ञावान् इत्संज्ञावान् इति कारणेन तस्य प्रभावः तिष्ठति कुत्र तिष्ठति बहुव्रीहिसमासेन यस्य इत्संज्ञकवर्णः तस्मिन् प्रभावः यथा शप् प्रत्यये शकारपकारयोः इत्संज्ञां कृत्वा लोपः इत्संज्ञावान् शकारः यस्य सः षित् शप् प्रत्ययस्य इत्संज्ञावान् शकारः अतः शप् प्रत्ययः षित् सप् षित् अतः तिंषित् सार्वधातुकम् इत्यनेन शप् प्रत्ययः सार्वधातुकसंज्ञकः एतस्मात् कारणात् नूतनसूत्रस्य कार्यं भवति ओके यावत्पर्यन्तं नूतनसूत्रस्य कार्यं भवति किम् सार्वधातुक अर्धधातुकयोः एकवारम् एतस्य अवगमनम् अभवत् चेत् अनन्तरम् एतत् आगच्छति वदतु कथम् तिंशित् सार्वधातुकम् इत्युक्ते किं यदा शप् विकरणप्रत्ययः अस्ति तत्र लशक् तथिते हलन्त्यम् इति सूत्रेण इत्संख्या भवति तदनन्तरं तस्य लोपः भवति खलु अतः षित् तिङ् इत्युक्ते तिङ् प्रत्याहारः अतः तत्र आ एव अवशिष्टभागं तथापि तस्य शब् प्रत्ययस्य प्रभावः तस्य तत्र दृश्यते. अतः प्रथमं तिंशित् सार्वधातुकम् इति सूत्रस्य उपयोगं तत्र भविष्यति. तदनन्तरम् एव सार्वधातुकार्धधातुकयोः इति सूत्रं प्रयोगं कर्तुम् अर्हति. ओके, प्रथमकार्यं षित् इति नामकरणं, तदनन्तरं तिंशित् सार्वधातुकम् एतस्य सूत्रस्य अधिकारः आगच्छति, तदपि नामकरणम्. एकवारं तिंशित् सार्वधातुकम् इति नामकरणं भवति चेत् तदनन्तरं सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य अधिकारः उद्भवति. अवगतं यावत्पर्यन्तम्? आम्. ओके, किमपि प्रश्नः भगिनी? भगिनी, प्रथमं षित् भवति, तदनन्तरं सार्वधातुकस्य नामकरणं भवति, तदनन्तरं तिंशित् सार्वधातुक अर्धधातुकयोः इत्यनेन सूत्रेण कार्यं भवति वा? प्रथमकार्यं षित् नामकरणं कथम् आगतम्? आगतम् एतस्य ज्ञानं बहु बहु आवश्यकम्. किमर्थं षित् इति वयं नामकरणं कृतवन्तः? कारणं शकारस्य शप्रत्ययस्य शकारस्य इत्संज्ञा भूत्वा लोपकार्यं कृतवन्तः. यस्य इत्संज्ञा इत्संज्ञा कृत्वा लोपकार्यं भवति तद्भवति षित् इत्युक्ते अत्र पश्यन्तु एव अहं सम्यक्तया न वदामि, अत्र पश्यन्ति वाक्यम्. यथा शप् प्रत्ययः शकारतकारयोः उत्संज्ञां कृत्वा लोपः, अतः तस्य प्रभावः तिष्ठति. कथं वयं तस्य प्रभावस्य नामकरणं कुर्मः? शकारस्य उत्संज्ञा कृत्वा लोपकार्यं कृतवन्तः, अतः तदस्ति षित्. पकारविषये अनन्तरम् आगच्छति, इदानीमहं न वदामि. षित् अस्ति नामकरणम्, अतः एतस्य सूत्रस्य प्रभावः आगच्छति अथवा अधिकारः आगच्छति. किं षित् सार्वधातुकम्? एवं वयं नामकरणं कुर्मः, किं षित् सार्वधातुकम्? अतः एतस्य नाम भवति सार्वधातुकम्. एकवारं नामकरणं सार्वधातुकम् अभवत् चेत् अनन्तरं सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य प्रभावः भगिनी. अस्तु वदतु भगिनी. भगिनी, शप्रत्ययस्य अनन्तरं षित् प्रत्ययः, षित् इति प्रत्ययः इफेक्ट् दट् इस् एव षित् प्रत्ययः नास्ति. प्रत्ययस्य लोप अनन्तरं षित् इति षित् षित् एव प्रभावः, शप्रत्ययस्य प्रभावः वा? न, शप्रत्ययस्य शकारः गच्छति. हा आं भगिनि. ओके, अतः यस्य वर्णस्य अपगमनं भवति तदनुगुणं षित् इति तस्य नामकरणं भवति. ओके भगिनि, प्रत्ययः नास्ति, शप् प्रत्ययः अस्ति, तस्य शकारस्य इत्संज्ञा भवति, अतः तदस्ति षित्. ओके, षित् इति नाम लोपः अनन्तरं लोपः भवति किल भगिनि? न न न न, एवं ओके पश्यामः. यदा अहं वदामि मम अवगमनं किं भविष्यति, यदा नाम अस्ति तदा किमपि प्रत्ययस्य शकारस्य इत्संज्ञा कृतं अस्ति इति मम अवगमनं भवति। भगिनी भगिनी भवत्याः ध्वनिः लघुः अस्ति भगिनि, किञ्चित् उच्चैः वक्तुं शक्यते वा भगिनि? आरम्भस्तरे तु सम्यक् अस्ति, अनन्तरं इदानीं किञ्चित् न भगिनी सम्यक् अस्ति, बट् सम् डिस्टर्बेन्स् बिकास् आफ् सम्बडि इस् आन् अन्म्यूट् दे हव् द अन्म्यूटेड् देट् देट् इस् वै बेटर्। हलो, इट् इस् गुड् मेडम्, इट् इस् गुड्, ओके, श्रूयते न इदानीं? शृणोमि भगिनि इदानीं। हा ओके, का वदति आसीत्? कस्याः प्रश्नः आसीत्? भागीरथी कमान् अन्म्यूट्। हा प्रश्नः पुनः पृच्छतु। हा भगिनि, शप् प्रत्ययः तत्र शप् प्रत्ययस्य शकारस्य शकारस्य लोपानन्तरं लोपानन्तरं षित् इति कथं भवति? नामकरणं भवति, नामकरणं भवति, नामकरणं भवति, किमर्थं? कारणं शकारस्य लोपकार्यं कृतम्। ओके ओके, अतः इदानीं उल्टी गङ्गा, हा उल्टी गङ्गा इत्युक्ते विपरीतरूपेण वयं वदामः चेत् यदा प्रत्यय यदा नाम अस्ति षित् तदा स्मर्तव्यं कुत्रापि शकारस्य इत्संज्ञा अभवत् इति। शप् प्रत्ययस्य प्रत्यये शकारस्य लोपः अभवत्, अतः अवशिष्टं रूपं षित् इति। न अवशिष्टं रूपं न, ओके, शकारस्य इत्संज्ञा भूत्वा लोपकार्यं कृतम्। यत्र शकारः अदृश्य भवति, शकारः अदृश्य भवति न शप् प्रत्याहारे, ओके, अतः तस्य नाम भवति षित्। ओके, तस्य नाम इत्युक्ते कस्य नाम? शकारस्य न न न प्रत्ययस्य नाम, प्रत्ययस्य शप् प्रत्ययः षित् अस्ति इति नाम भवति। ओके, इत्युक्ते अन्यत्रापि वयं शकारस्य इत्संज्ञा कुर्मः, स्मरणे अस्ति किं कस्मिन् श्यन् इति ग्रेट् श्यन् श्यन् श्यन् अस्ति, ष अस्ति, तुदादिगणे ऐ थिङ्क् अहं करपत्रम् उद्घाटयामि, तत्र वयं द्रष्टुं शक्नुमः न किमस्ति धातुगणाः। चिन्तयामि तत्र तत्र मिलति इति चिन्तयामि, परन्तु कदाचित् न एकनिमिषं। हा धातुगणपरिचयः कुत्रापि तु अस्ति, अत्र पश्यतु, भागीरथी अत्र पश्यतु, अत्र शप् अस्ति, अत्र श्नु अस्ति, अत्र श अस्ति, अत्र श्नम् अस्ति, सर्वत्र शकारः अस्ति। एकनिमिषं समाप्य अहम् आगच्छामि। हा अत्र सर्वत्र श अस्ति, एतत् सर्वं तु अपगच्छति। हा लशप्रतद्धिते इति सूत्रेण शकारस्य इत्संज्ञा कुर्मः, अतः यत्र यत्र शकारस्य इत्संज्ञा भूत्वा लोपकार्यम् अथवा अदृश्य भवति तत्र तत्र षित् इति नामकरणं भवति. ओके, एकनिमिषम् एकनिमिषं किञ्चित् तिष्ठतु भागीरथी, समाप्य अहम् अग्रे आगच्छामि. हा, अतः भागीरथी सर्वेषां कृते अपि, इदानीं वयं केवलं शप् विषये दृष्टवन्तः, अग्रे अग्रे यदा वयं गच्छामः अन्यत्रापि शकारः आगच्छति, यत्र वयं इत्संज्ञा कुर्मः अदृश्य रूपं वयं किम् अदृश्यम् इति स्थापयामः, तत्र तत्र शकारस्य इत्संज्ञा भवति, अतः तद् भवति षित् इति नाम तस्य. ओके, षित् इति नाम एव प्रत्यय नास्ति, न षित् इति नाम कस्य नाम भवति, यस् अशत् प्रत्ययस्य शकारः इत् संज्ञा भूत्वा भूत्वा लोप अभवत् इत्युक्ते अदृश्य अभवत्, परन्तु तस्य प्रभाव तु तिष्ठति एव न, अतः नामकरणं वयं कुर्मः षित् इति. तदा स्मरणे किम् आगच्छति, ओ ओ ओ अत्र तु शकारस्य इत्संज्ञा अभवत्, यस्य शकारस्य इत्संज्ञा अभवत् तस्य अग्रे किं कार्यं कर्तव्यं तस्य ज्ञानं वयं मन्दं मन्दं प्राप्नुमः. एकं तु वयं किं प्राप्तवन्तः, एकं तु प्राप्तवन्तः यदा षित् अस्ति तदा तिंषित् सार्वधातुकम् एतस्य उपयोगं कर्तुं शक्नुमः, एतस्य सूत्रस्य उपयोगं कर्तुं शक्नुमः. ओके भगिनि, भगिनि प्रभावः इत्युक्ते इफेक्ट् आफ् दट् इफेक्ट् सत्यम्. ओके ओके भगिनि, अन्य कोऽपि किमपि प्रश्नः पृष्टवती इति अहं पृच्छामि. जुहोत्यादिगणे द्वितीयगणे अपि शप् अदृश्य शप् अदृश्य भवति खलु, शप् न अदृश्य भवति, शकारः अदृश्य भवति. शप् तु केवलं वादिगणे, परन्तु तत्र शकारस्य इत्संज्ञा भवति. अत्र शन् यदस्ति तस्यापि शकारस्य इत्संज्ञा भवति. किमर्थम् अहम् एवं वदामि, अत्र पश्यतु अवशिष्टभागः केवलं य, श्नु अस्ति अवशिष्टभागः नो, श अस्ति अवशिष्टभागः अ, अतः वयं ज्ञातुं शक्नुमः शकारस्य इत्संज्ञा भूत्वा गच्छति अदृश्य भवति. अदादिगणे जुहोत्यादिगणे अपि षित् भवति खलु, षित् भवति एव, यत्र यत्र शकारस्य इत्संज्ञा भूत्वा लोपकार्यं वयं कुर्मः तत्र तत्र षित् इति नाम आगच्छति. ओके, अवगतं सर्वे जनाः षित् नामकरणं कथम् आगच्छति? अन्य किमपि प्रश्नः अस्ति वा? ओके, इदानीं जया, वयं कुत्र स्थगितवन्तः? जया अग्रे पठतु. वयं किं सार्वधातुक अर्धधातुकयोः एतस्य इदानीम् उपयोगं कर्तुं शक्नुमः. एकवारं तिंषित् सार्वधातुकम् इति डेक्लरेशन् अभवत्, तदनन्तरं सार्वधातुक अर्धधातुकयोः एतस्य उपयोगम् आगच्छति. अग्रे पठतु जया, कुत्र अस्ति जया? गतवती वा? ओके, गीता, जया कुत्रापि गतवती? गीता, अग्रे पठतु. सार्वधातुक अर्धधातुकयोः सप्तम तृतीय सेवन् त्री एय्टि फोर् ओके पर्याप्तं सप्तमोऽध्यायस्य तृतीयपादस्य तस्य अशीति न चतुराशीतितम श्लोक सूत्रम् ओके सेवेन् त्री एय्टि फोर् बहु सम्यक् अस्ति अवगमनार्थम् ओके अग्रे गच्छतु इगन्ताङ्गस्य इकः गुणः भवति न एकनिमिषम् एतत् सर्वं पठतु पठनानन्तरं स्पष्टीकरणं करोतु अस्य सूत्रस्य अर्थः अस्य सूत्रस्य अर्थः एवम् इगन्तधातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य इक्वर्णस्य गुणः भवति ओके इदानीम् एतस्य वाक्यस्य अर्थं किं भवति ज्ञातवती इक् अन्तः धातुः किमपि अस्ति चेत् भूधातु इक् अन्तः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः चेत् तर्हि इगन्तस्य अङ्गस्य इक्वर्णः गुणः भवति इगन्तधातुः भू तस्य अङ्गविषये वयं न दृष्टवन्तः ओके अङ्गविषये अग्रे आगच्छति अङ्गविषयं पार्श्वे स्थापयामः कुत्रापि गुणकार्यं भवति ओके अग्रे पठतु पूर्णः सूत्रार्थः अत्र उक्तः सार्वधातुक आर्धधातुकयोः इगन्त अङ्गस्य गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे सार्वधातुकश्च आर्धधातुकश्च तयोर् इतरेतर द्वन्द्वसमासः सार्धधातुक आर्धधातुके तयोः सार्वधातुक आर्धधातुकयोः भगिनि समासविषये ध्यानं न दद्मः अधिकं ध्यानं न दद्मः कारणं समासं तु अस्माकं किञ्चित् अस्मिन् स्तरे वयं समासविषये न पठामः यद् ज्ञानम् अस्ति तदनुगुणम् अवगच्छामः बहु डीप्लि मा गच्छतु अग्रे सार्वधातुक आर्धधातुकयोः सप्तमे अन्तम् एकपदमिदं सूत्रं मिदेर्गुणः मिदेर्गुणः सप्तम 7382 इगन् इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य 642 641 इत्यस्य अधिकारः इको गुणवृद्धिः 113 इत्यनेन परिभाषासूत्रेण इक् स्थाने भवति यत्र स्थाने नोक्तं न उक्तम् येन विधिस्तदन्तस्य 1172 इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गः अङ्गम् किन्तु तादृशम् इगम् यस्य अन्ते अङ्गः अङ्गम् यस्य अन्ते इकः अलोङ्क्यस्य 1142 इत्यनेन इङ्गस्य स्थाने गुण आदेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुण आदेशः अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः किं किम् अवगतवती अत्र बहु कन्फ्यूषन् अस्ति न सम्पूर्णतया कन्फ्यूषन् अस्ति न अङ्गः इत्युक्ते प्रत्याहारः भू योजनं आयोजनं ति अस्ति चेत् सिंहस्य अङ्गः भू भवति. अङ्गम् इत्युक्ते पूर्वं यत् धातुः अस्ति, प्रत्याहारस्य पूर्वं यत् अस्ति तद् अङ्गं, तस्य अङ्गं भवति. ओके, अत्र सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य अवगमनमेव दत्तमस्ति. सम्पूर्णसूत्रम् एतत् अस्ति. ओके, इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति सम्पूर्णसूत्रम् अस्ति. ओके, अङ्गविषये न उक्तं, परन्तु अङ्गस्य इति यद् पदमस्ति तत् स्वीकृतमस्ति सम्पूर्ण सार्वधातुकार्धधातुकयोः. अर्धं यदस्ति तस्य सम्पूर्णं कर्तव्यं न, तदर्थम् अङ्गस्य इति पदं स्वीकृतमस्ति. इकः इति पदं स्वीकृतमस्ति, गुणः इति पदं स्वीकृतम् अस्ति. ओके, अस्तु भगिनि. यावत्पर्यन्तं सर्वे जनाः अवगतवन्तः, प्रश्नाः सन्ति, अहं चिन्तयामि बहवः प्रश्नाः भविष्यन्ति. अहं जानामि, अतः एव भवती पठनार्थं न आगतवती. भवत्याः नाम अहम् आहूतवती द्विवारं त्रिवारं. प्रश्नाः सन्ति भगिनि? एकवारं वदतु भगिनि, एकवारं. अहम् एकवारं वक्तुं न इच्छामि, भवन्तः एव निर्णयं कुर्वन्तु. किमर्थम् एवं वदामि, कारणम् अत्र पश्यन्तु, व्याख्यानस्य आकृतिः यदि यदस्ति अत्र, तस्मिन् करपत्रे अस्ति यत् एतत् बहु पूर्वं वयं पठितवन्तः न, पाणिनीयसूत्रं कथं पठनीयम् इति. 022 अत्र किं दत्तमस्ति एतस्य आधारेण सूत्रस्य अर्थः, अनन्तरं सूत्र समासानां विग्रहवाक्यम्. ओके, तदनन्तरं सूत्रे पदानां विभक्तयः, अनन्तरम् आगच्छति सूत्रे अनुवृत्तिः. सूत्रे एतदस्ति आवश्यकभागाः, सूत्रे अनुवृत्तिः, सूत्रे अधिकारः, अनुवृत्तिसहितसूत्रम्. ओके, अतः यदा वयम् अस्माकं करपत्रं पश्यामः, सार्वधातुकार्धधातुकयोः यदस्ति एतत् सम्पूर्णं नास्ति. ओके, एतस्य फिल् इन् द ब्लाङ्क्स् कथं वयं कुर्मः? एकं सूत्रम् अस्ति निधेर्गुणः, ततः वयं केवलं गुणः इति शब्दः इति पदं स्वीकुर्मः. ओके, गुणः अत्र स्थापितम् अस्ति. अनन्तरम् अङ्गस्य इति एकं सूत्रम् अस्ति, ततः सम्पूर्णं पदम् अङ्गस्य स्वीकुर्मः. इको गुणवृद्धिः इति एकं सूत्रम् अस्ति, ततः इक् इति पदं स्वीकुर्मः. एवं भिन्नभिन्नसूत्राणाम् उपयोगं कृत्वा एकमेकं पदं स्वीकृत्य इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति वयं किं पूरयामः. अर्धसूत्रम् अर्धभागः यत् अस्ति, तस्य पूरणम् एवं वयं कुर्मः. ओके एतत् अस्ति अनुवृत्ति अधिकारः सर्वम् आगच्छति अत्र ओके किञ्चित् किञ्चित् अवगतं सम्पूर्णतया न अवगतं सम्पूर्णतया न अवगतं न परन्तु किञ्चित् किञ्चित् अवगतम् आं भगिनि परन्तु वयं कथं जानीमः अनुवृत्ति कुत्र अस्ति अतः एव एतत् सर्वं पठनीयम् अवगतं कुतः किमर्थं किं वयं स्वीकृतवन्तः ओके अत्र दत्तमस्ति सार्वधातुक अर्धधातुकयोः यदस्ति पूर्णसूत्र अर्थः कथम् आगच्छति एतस्य व्याख्यानं दत्तमस्ति अत्र ओके तदनुगुणमेव वयं ज्ञातुं शक्नुमः ओके अनुसूया अवगतम् आं महोदय परन्तु ओल्ड् फार्मुलास् तत्तु वयं न जानीमः अतः यत् अत्र लिखितमस्ति तत् वयं साक्षात् स्वीकुर्मः अतः एव कथं पठनीयम् इति अस्ति चेत् अनुवृत्ति कुत्र अस्ति इति वयं न जानीमः किमर्थं पुरातनकाले पठनं कथम् आसीत् प्रथमकार्यं कण्ठस्थीकरणं सूत्राणां कण्ठस्थीकरणम् आसीत् तदा किम् अभवत् किं सूत्रं प्रथमम् आगच्छति किं सूत्रम् अनन्तरम् आगच्छति एतस्य अवगमनम् आसीत् तदनुगुणम् इदानीं पश्यतु यदा भवती वदति अहं किं अहं चित्रपटगृहं गच्छामि ओके अनुसूया भवती पुत्रं वदति अन्या वदति अहमपि गच्छामि अहमपि पर्याप्तं पर्याप्तं परन्तु वयं सम्पूर्णवाक्यम् अवगच्छामः चित्रगृहम् अनुवर्त्य वयं जानीमः परन्तु वयं विधेर्गुणः अङ्गस्य इति सूत्रं न पठितवन्तः खलु पठितवन्तः न परन्तु सार्वधातुकार्धधातुकयोः पठितवन्तः परन्तु एतत् कथम् आगतं केवलम् एकं पदम् अत्र अस्ति किमर्थम् एतस्य अवगमनम् अत्र प्राप्नुमः अत्र व्याख्यानं यद् दत्तमस्ति अत्र प्राप्नुमः अस्मिन् स्तरे एतदेव वयं कर्तुं शक्नुमः अन्यथा पुरातनकालानुगुणं सम्पूर्ण अष्टाध्यायी कण्ठस्थीकरणं करोतु तदनन्तरं किम् अवगमनार्थं कथं पुरातनकाले प्रथम अध्यायस्य आरम्भं कृतवन्तः ततः आरम्भं भवति न तत्र पश्यतु वृद्धिरादैच् अदेङ्गुणः इको गुणवृद्धि न धातु लोपार्धधातुके एवं ते पठितवन्तः इति च एवं सम्पूर्ण अष्टाध्याय्याः कण्ठस्थीकरणं कृतमासीत् ओके अतः किं सूत्रं कदा आगच्छति कस्य प्रभावः कुत्र आगच्छति तत्सर्वं ज्ञातुं शक्तवन्तः अस्माकं हस्ते तु भिन्नरीतिः अस्ति ओके अतः वयम् एवं कुर्मः ओके समाधानम् अन्य किमपि प्रश्नः अस्ति वा अग्रे गच्छामः उमा भगिनी अत्र एकः उपायः अस्ति अनुवृत्ति कथं ज्ञातव्यम् इति उपायः अस्ति अत्र मिदेर्गुणः इति अस्ति खलु अत्र मिदेर्गुणः द्वितीयसूत्रमस्ति अष्टम सप्तमध्यायां द्वितीयपादे द्विअशीतिः सूत्रमस्ति always an anuvritti will be two or three sutras before. Anuvritti will always be two or three sutras before. That is why sutra sankhya is important. Anusuya Magini is asking, sutra sankhya drashtavyam. एकं तु सूत्र सङ्ख्या द्रष्टव्यम् अन्यतो अस्ति अनुवृत्तिरूपेण आगच्छति वा अधिकाररूपेण आगच्छति तदपि अस्ति लाङ्ग् रेञ्ज् अङ्गस्य यत् अस्ति तत् अधिकारसूत्रम् अस्ति अधिकारसूत्रम् अस्ति यदा वयम् अत्र न एकनिमिषं अन्यत् अत्र वयं पश्यामः किम् अस्ति पाणिनीयसूत्रम् एकं तु वयं दृष्टवन्तः कथं पठनीयम् अत्र पाणिनीयसूत्राणां षड्विधानि सन्ति अतः एकं तु अस्ति साक्षात् सूत्रम् तदनन्तरं भिन्न वट् इस् इट् कैण्ड् आफ् सूत्रं परिभाषासूत्रम् अनन्तरं विधिसूत्रं नियमसूत्रम् अतिदेशसूत्रम् अधिकारसूत्रम् एवं षड्विधाः सन्ति षड्विधानि सन्ति ओके अतः वयम् इदानीं किं दृष्टवन्तः अधिकारसूत्रं वयं दृष्टवन्तः अङ्गस्य इति एतस्य अधिकारः इतः आरभ्य कुतः पर्यन्तं गच्छति अहं न जानामि सुब्रह्मण्यं भवान् जानाति चेत् ओके वदतु हा परन्तु रेञ्ज् अस्ति हा यत् अधिकारसूत्रमस्ति तस्य रेञ्ज् अस्ति इतः आरभ्य ततः पर्यन्तम् एवम् अस्ति अतः अङ्गस्य इति यत् सूत्रमस्ति तस्य रेञ्ज् 641 आरभ्य कुत्र पर्यन्तं गच्छति मम स्मरणे नास्ति हा झटिति कुत्रापि प्राप्तुं शक्नुमः चेत् सम्यक् अन्यथा चिन्तयतु वदामि अधिकारसूत्र अङ्गस्य एतस्य अधिकारः अत्र आरभ्य कुत्र कुतः पर्यन्तं गच्छति विधेर्गुणः यदस्ति फ्रम् स्टार्टिङ्ग् फ्रम् दिस् सूत्र टिल् दि एण्ड् आफ् दि सेवेन्त् चाप्टर् टिल् एण्ड् आफ् सेवेन्त् चाप्टर् तावत्पर्यन्तम् अङ्गस्य एतस्य अधिकारः अस्ति इत्युक्ते यत्किमपि सूत्रम् अत्र आरभ्य चाप्टर् 7 अन्तपर्यन्तं यत्किमपि सूत्रं वयम् उपयोगं कुर्मः तत्र अङ्गस्य एतस्य अधिकारः अस्ति इत्युक्ते तत् योजनीयम् ओके गट् इट् सूत्रं यत्किमपि अस्ति तत्र अङ्गस्य एतस्य योजनं भवति अवगतम् परन्तु हलन्त्यम् अलन्त्यं द्वितीय अस्ति तत्रापि अङ्गस्य अधिकारमस्ति वा प्रथमसूत्र अङ्गस्य अस्ति तदनन्तरं हलन्त्य अस्ति हलन्त्यं भगिनि हलन्त्यं प्रथमाध्यायस्य सूत्रं हलन्त्यं प्रथमाध्यायस्य सूत्र अत्र षष्ठाध्याये प्रथमा अङ्गस्य अस्ति तदनन्तरं हलः अस्ति हलः तद्विषये इदानीं मा चिन्तयतु अङ्गस्य यत् सूत्रमस्ति षष्ठमोऽध्यायस्य चतुर्थपादस्य प्रथमसूत्रमस्ति अत्र आरम्भं भवति एतस्य अधिकारः ओके अथारिटि डैरेक्टर् अस्ति एतत् अङ्गस्य एतत् डैरेक्टर् अस्ति अंश भगिनि हलन्त्यं संज्ञासूत्र प्रथम चाप्टर् मध्ये एव अस्ति खलु 1 1 2 संज्ञासूत्र अनुनास उपदेश अनुनासिक इत् हलन्त्यं सर्वे अपि संज्ञासूत्राः सूत्राणि समाधानं सर्वेषां कृते इदानीं यदा वयं सूत्रस्य क्रमाङ्कः पश्यामः सुब्रह्मण्यम् एतदेव उक्तवान् हा 7384 अस्ति सार्वधातुकार्धधातुकयोः. हा 7382 अस्ति मिदेर्गुणः. ओके, अतः अहमपि अत्र आगन्तुं शक्यते न, 7382 ततः गुणः मिदेर्गुणः, ततः गुणः यत् भागम् अस्ति तदेव वयं स्वीकुर्मः. ओके, अङ्गस्य एतत्तु अधिकारः अस्ति. अनन्तरम् इको गुणवृद्धि 113 इति अस्ति, ततः वयम् इकः इति स्वीकुर्मः. किमर्थम्? किमर्थं? कारणम् एतदस्ति परिभाषासूत्रम्. ओके, परिभाषासूत्रं किं भवति? तत् भवति यः नियमः नास्ति, यत्र नियमः नास्ति एतादृशं सूत्रम् आगत्य नियमयति. अर्थं किम् एतस्य? हा, कः वक्तुम् इच्छति अथवा का वक्तुम् इच्छति? अनिल् वक्तुम् इच्छति परिभाषासूत्रविषये? अहं वदामि वा? एकनिमिषम् अनिल् वदति, अनन्तरं पश्यामः. मया श्रूयते वा महोदय? श्रूयते श्रूयते. ओके, अहं मोबैल् मध्ये अस्ति, दृश्यते, द्रष्टुं न शक्नोति, पठामि. परिभाषासूत्रं द्रष्टुं शक्नोमि, अद्य द्रष्टुं शक्नोमि महोदय. परिभाषासूत्रे यत्र नियमे नास्ति एतादृशं सूत्रम् आगत्य नियमयति, नियमयति इत्युक्ते नियमं ददाति. ओके, अत्र तु उदाहरणार्थं स्थानेन्तरतमः इति लिखितमस्ति, परन्तु अस्माकं हस्ते साक्षात् अन्य उदाहरणमस्ति इको गुणवृद्धिः. ओके, तत्र तिंसित् सार्वधातुकम् इति अपि परिभाषासूत्रमस्ति. न परिभाषासूत्रं नास्ति. परिभाषासूत्रं किं करोति? परिभाषासूत्रस्य कार्यं किं? परिभाषा नूतनविषये विषया अपि किञ्चित् नूतन इन्फर्मेशन् ददाति. पूर्वम् अहं किञ्चित् न अवगतं तत्र कृते, परन्तु इदानीं कथम् अवगमनम् अभवत् वदतु, स्पष्टं करोतु. अहं चिन्तयामि महोदय, नियमः नास्ति यत्र नियमः नास्ति. यत्र नियमः नास्ति, यत्र नियमं न दत्तम् अस्ति. ओके, प्रथमवारम् एतत् सूत्रम् आगत्य नियमं ददाति. अत्र उदाहरणरूपेण इको गुणवृद्धि इति सूत्रमस्ति. ओके, एतस्य सूत्रस्य किम् अर्थं किं पश्यामः? इको गुणवृद्धिः. ओके, इको गुणवृद्धिः एतस्य सूत्रस्य अर्थं किम् आगच्छति? अरे हा, इफ् द वर्ड्स्, अरे कुत्र गतम्? कुत्रापि भवति वासु इङ्ग्लिश्. उदाहरणार्थम् उपरि जस्ट् बिफोर् एसि वासु आफ्टर् उदाहरण इति खलु. If the words guna or vriddhi are used to denote the operation of guna desha. Where are you reading? Aba. English one line meaning. Aba. That part of you, pariyaptam. Okay. If the words. Okay. Patatu, Anil. If the words guna or vriddhi are used to denote the operation of guna desha or vriddhi adesha, without specifying where such an adesha happens, then this adesha should be done in place of the ik letter. Ha, atah ik letter yadasti tatto paribhasha sutram dadati. Ha, yatra yatra gunakaryam va vriddhikaryam kartavyam tat ik samuhasya eva bhavati. Avagatam, that is paribhasha. सो अत्र बेसिकलि यदि षष्टी पाणिनिसूत्रे षष्टी स्थानं सूचयति परन्तु षष्टी यदि न भव न अस्ति चेत् गुण वृद्धि कार्य आदेशः अस्ति चेत् इक वर्णस्य सदा स्थाने स्थाने कारणम् अत्र गुणः इति स्वीकृतम् अस्ति मिदेर्गुणः एतस्य सूत्रस्य आधारेण वयं गुणः इति पदं स्वीकृतवन्तः इको गुणवृद्धि किं वदति यत्र यत्र गुणकार्यम् अथवा वृद्धिकार्यम् आगच्छति तत्र यदा स्पष्टीकरणं न कृतम् अस्ति अत्र तु अस्माकं हस्ते सार्वधातुक अर्धधातुकयोः एतदेव अस्ति इक् वर्णविषये किमपि नास्ति परन्तु वयं जानीमः इगन्तधातुविषये एव वयं पश्यामः इदानीं इगन्तधातु न ओके इगन्तधातुविषये वयं चर्चां कुर्मः ओके ओके अतः इगन्तधातुविषये यदा वयं चर्चां कुर्मः तदा इक् इति स्पष्टं न लिखितमस्ति चेत् अपि वयं जानीमः इक् विषये अस्ति गुणकार्यं कुर्मः चेत् तदा तु इक् विषये एव आगच्छति इक् विषयमेव आगच्छति गुणकार्यम् इक् वर्णानामेव भवति वृद्धिकार्यम् इक् वर्णानामेव भवति अतः परिभाषा सूत्रं वदति इको गुणवृद्धिः इक् वर्णानां गुण वा वृद्धिकार्यं भवति इति केवलम् इक् वर्णानां भवति If the words guna or vriddhi are used to denote an operation, guna adeshah, athva vriddhi adeshah, tada adeshah kutra bhavati is done only in place of ik letter. Avagatam? Amoja. So, ataha paribhasha sutram iti etasya nama. Okay. इको गुणवृत्ति परिभाषासूत्रम् अस्ति तस्य आधारेण वयं जानीमः यत्र कुत्रापि गुणकार्यं भवति अथवा वृद्धिकार्यं भवति तत्र इक् वर्णस्य स्थाने एव भवति ओके आम् महोदय सो इट् इस् लैक् द संज्ञासूत्रम् अण्ड् परिभाषासूत्रं बोथ् आर् लैक् स्पेसिफैङ्ग् संथिङ्ग् संज्ञासूत्रं केवलं नामं ददाति परिभाषासूत्रं कार्यं कार्यं कथं करणीयम् अथवा कुत्र करणीयम् एतस्य ज्ञानं ददाति ओके अवगतं महोदय अवगतम् इदानीं परिभाषासूत्रं किञ्चित् अधिकम् अवगतं न सर्वे यस्मिन् समये वयं पठितवन्तः परिभाषासूत्रम् इति किम् अस्ति स्थानेन्तरतमः एतस्य उदाहरणं गतं कुत्रापि गतं सत्यम् आं महोदय अद्य पूर्वम् अहम् आल्वेस् कन्फ्यूजन् संज्ञासूत्रं परिभाषासूत्रं समानमेव ओके इदानीं किञ्चित् स्पष्टम् अभवत् अग्रे अपि वयं परिभाषासूत्रं पश्यामः आगच्छति कदा आगच्छति मम स्मरणे नास्ति परन्तु अन्य परिभाषासूत्राणि अपि सन्ति ओके यावत्पर्यन्तम् अवगतं सर्वे जनाः किमपि प्रश्नः अस्ति वा अग्रे गच्छामः. इदानीं कस्य पर्यायः अस्ति? हा भागीरथी, भवत्याः पर्यायः समाप्तः वा? चन्द्रमती, भवत्याः समाप्तः वा? न. ओके, चन्द्रमती भवती पठतु अग्रे. किं पठितव्यम् अधुना? अधुना अधुना भू योगः आ योगः टि इति स्थितौ अस्य सूत्रस्य प्रसक्तिः अस्ति न अस्ति न वा इति पश्येम. प्रसक्तिः इत्युक्ते प्रसङ्गः. भूधातुः इगन्धधातुः आ शप् प्रतिनिधिः. शप् षित् अस्ति, अतः तिङ्क्षित् सार्वधातुकं तृतीयाध्याये चतुर्थपादे त्रयोदशाधिक एकशतं सूत्रं त्रयोदशाधिक एकशतं सूत्रम् इति सूत्रेण इति सूत्रेण तस्य सार्वधातुकसंज्ञा. पूर्वं सार्वधातुक आर्धधातुकयोः इति सूत्रस्य विवरणं पूर्वं दत्तमस्ति. अनन्तरं भूधातु अत्र स्वीकृतमस्ति. भूधातु भवादिगणे अस्ति चेत् भूधातु योगः शप् विकरणप्रत्ययः अत्र अवशिष्टभागः आ योगः तिङ्प्रत्ययस्य ति इति अत्र योजयति चेत् किं भविष्यति इति अत्र स्थितौ अस्य सूत्रं सूत्रं कथं कार्यं करोति. सूत्रस्य प्रसक्तिः अस्ति. भू इगन्धधातु अस्ति, अन्ते धातोः अन्ते दीर्घ इकारः अस्ति, अतः भू इगन्धधातु अस्ति. शप् विग्र षित् अस्ति, भ्वादिगणस्य विकरणप्रत्ययः शप् अत्र शकारस्य भवति, प्रकारस्य भवति, तस्य लोपः अपि भवति, अतः तद् तिङ्क्षित् सार्वधातुकसंज्ञा प्राप्नोति. अतः गुणस्य प्रसक्तिः अस्ति. गुणस्य प्रसक्तिः इत्युक्ते प्रसङ्गः, गुणकार्यं भवितुम् अर्हता अस्ति, अर्हता आगच्छति. भूधातुः इगन्धधातुः आ शप् प्रतिनिधिः आ शप् शप् विकरणप्रत्ययः तस्य प्रतिनिधिः इति अवशिष्टभागः, अतः तस्य शप् विकरणप्रत्ययस्य प्रतिनिधिः एव अकारः. शप् तिङ्क्षित् अस्ति, अतः तिङ्क्षित् सार्वधातुकसंज्ञां प्राप्नोति. तस्य सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अत्र अल सार्वधातुकप्रत्ययः अस्ति भूधातोः, अनन्तरं परे सार्वधातुक तिङ्क्षित् सार्वधातुकप्रत्ययः आगच्छति, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं भवितुम् अर्हति. सूत्रेण तस्य सार्वधातुकसंज्ञा प्राप्तवती. सार्वधातुकम् इति सूत्रस्य आधारेण भूधातु सार्वधातुकधातु इति वयं ज्ञातुं शक्नुमः. सार्वधातुकधातु अस्ति इति कारणेन सार्वधातुकार्धधातुकयोः इति सूत्रस्य अधिकारः आगच्छति. तत्र अग्रे पठतु, समापयतु. इगन्धः भूधातुः पूर्वम् अस्ति, परम् अस्ति सार्वधातुकसंज्ञा, संज्ञकः आप्रत्ययः, अतः सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः. सूत्रस्य निकषाः पूरिताः. अधुना अनेन सूत्रेण किं कार्यं सिद्ध्यति? अङ्गस्य अन्तिमवर्णः यः इक् तस्य गुणादेशः. भूधातौ यः उकारः तस्य गुणादेशः, अतः भू भो योगः आयोगः ति इति स्थितिः. इगन्ध इगन्धः भूधातुः पूर्वम् अस्ति, भूधातोः पूर्वं भू अत्र उकारः अस्ति, इगन् इक वर्णः उक् वर्णः अतः इगन्धः अस्ति, परम् अस्ति सार्वधातुः संज्ञा, भूधातोः अनन्तरं सार्वधातुकसंज्ञकः प्रत्ययः विकरणप्रत्ययः आकारः अत्र आगच्छति, किञ्चित् सार्वधातुकसंज्ञकः विकरणप्रत्ययः, अतः सार्वधातुकार्थधातुकयोः इत्यस्य तत्सक्तिः अत्र आगच्छति. एतत् सूत्रम् अत्र कार्यं कर्तुं शक्यते. सूत्रस्य निकषाः पूरिताः, सार्वधातुकार्थधातुकयोः इति सूत्रस्य सूत्रं कर्तुं सर्व अवसरः अवसरः प्राप्नोति. अधुना अनेन सूत्रेण किं कार्यं सिद्ध्यति, किं भविष्यति तद् तादृश अवस्थायाम्? अङ्गस्य अन्तिमवर्णः यः इक् तस्य गुणादेशः भवति. धातोः अन्तिम अन्ते स्थितः इक् वर्णस्य गुणः भवितुं गुण तस्य गुणवर्णः तत्र आदेशः भवति. इक् स्वरः इकन्तस्वरः अस्ति चेत् तस्य गुणवर्णः इृ तद् एतानि स्वराणि स्वराः अस्ति चेत् तस्य स्थाने ए ओ आ इति गुणवर्णाः आगन्तुं शक्नुमः. अतः भूधातोः यः उकारः तस्य गुणादेशः, भूधातोः अन्ते दीर्घ उकारः अस्ति तस्य गुणवर्णः अत्र आदेश भवति, अतः भू भो भवति. ऊकारस्य गुणवर्णः अस्ति ओकारः, अतः भूस्थाने ओ आदेशः भवति. ओ अनन्तरं भो योगः आ, अत्र विकरणप्रत्ययः प्रत्ययस्य अवशिष्टभागः अकारः अत्र अस्ति, तिङ् प्रत्ययस्य ति अपि अत्र अस्ति. वर्णमेलने किम् अनन्तरं भविष्यति इति वयम् यावत्पर्यन्तम् अवगतं, प्रश्नाः सन्ति? भू अ ति अ किमस्ति? सार्वधातुकप्रत्ययः अस्ति. ओके, कथं वयं जानीमः? पूर्वं सूत्राणि वयं दृष्टवन्तः न, शप् प्रत्ययः यत् वयम् उपयोगं कुर्मः, भू अनन्तरं शप् प्रत्ययः वयम् उपयोगं कुर्मः, तदस्ति षित्. षित् अस्ति चेत् त्रिंशित् सार्वधातुकम् एतस्य सूत्रम् आगच्छति. एकवारं त्रिंशित् सार्वधातुकं वदामः चेत् अप्रत्ययः सार्वधातुकप्रत्ययः भवति, तदनन्तरम् आगच्छति सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अवकाशः. सार्वधातुक अर्धधातुकयोः सूत्रं किं वदति? तत्र गुणकार्यं भवति. कुत्र गुणकार्यं भवति? प्रत्ययस्य पूर्वं यद् अङ्गम् अस्ति, अङ्गविषये अनन्तरम् आगच्छति, प्रत्ययस्य पूर्वभागः अस्ति भू. अस्माकं हस्ते भू इति पूर्वभागः अस्ति, तदनन्तरम् अ वयं योजयामः. अवगतं? भू अस्ति प्रथमम्, अनन्तरम् अ अस्ति, अतः अङ्गभागम् अस्ति भू, अ प्रत्ययभागम् अस्ति, ति अपि प्रत्ययभागम् अस्ति. ओके, अतः अत्र अङ्गभागं यदस्ति तत्र अन्तिमवर्णः इक् वर्णः अस्ति. इक् वर्णस्य किं भवति? सार्वधातुकार्धधातुकयोः इति सूत्रस्य कारणेन गुणकार्यं भवति. किमर्थं? कारणं सम्पूर्णसूत्रं किं वदति? इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः, इत्युक्ते यदा सार्वधातुकम् अस्ति वा आर्धधातुकम् अस्ति, अङ्गस्य भागस्य गुणकार्यं कर्तव्यम्. यदा गुणकार्यं कर्तव्यं तदा तु इक् वर्णस्य एव गुणकार्यं भवति. तद्वयम् अत्र दृष्टवन्तः परिभाषासूत्रस्य आधारेण. ओके, अतः अत्र भू यदस्ति तत्र उ अन्तिमवर्णः अस्ति, इक् वर्णः अस्ति, तस्य गुणकार्यं कुर्मः चेत् ऊकारस्य ओकारे परिवर्तनं भवति. अतः भू अधिकम् ओ, भकार अधिकम् ओकार भो इति आगच्छति. ओके, अनन्तरम् अ ति यदस्ति तदेव भवति. अतः भू भो इति परिवर्तितं भवति. केन कारणेन? एतस्य सूत्रस्य कारणेन. सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य कारणेन गुणकार्यं भवति इक् वर्णस्य, यत्र अन्तिमवर्णः इक् वर्णः अस्ति. ओके, अङ्गविषये अग्रे आगच्छति, सम्पूर्णतया वयं ज्ञातुं शक्नुमः. कारणं प्रतिवारम् अङ्गं भिन्नं भवितुम् अर्हति, अतः इदानीम् अहम् अङ्गविषये न वदामि सम्पूर्णतया. परन्तु अ यदस्ति तत्पूर्वं वयं भू, क्षम्यताम्, अ यदस्ति प्रत्ययः तत्पूर्वं भू अस्ति. अत्र उ यदस्ति तत् अन्तिमवर्णः इक् वर्णः अङ्गस्य, अङ्गस्य इत्युक्ते पूर्वम्. एतस्य प्रत्ययस्य पूर्वं यदस्ति तदस्ति अङ्गम्. ओके, प्रश्नाः सन्ति? परिभाषासूत्रविषये पुनः किञ्चित् अधिकं स्पष्टीकरणं दत्तमस्ति, तत् वयम् इदानीम् आरम्भं कुर्मः चेत् किञ्चित् समयः अधिकं नास्ति. अतः प्रश्नाः सन्ति चेत् पृच्छन्तु, स्पष्टीकरणं कर्तुं प्रयत्नं कुर्मः. ओके, हा चलो चलो, अधिकं किमस्ति? किमपि प्रश्नः नास्ति. हा सम्यक्. ऐ वाण्ट् इङ्ग्लिश् ट्रान्स्लेशन् फार् दिस् सेण्टेन्स्. सूत्रस्य निकषाः पूरिताः. सूत्रस्य निकषाः पूरिताः, डिक्षनरी मध्ये पश्यामः. ओके, निकषाः मीन्स् नियर् क्लोज्. वाट् इस् द मीनिङ्ग् आफ् पूरिताः? वेर् हौ पूरिताः सम्पूर्णं कृतम्. But how does it fulfills the sentence? Sutrasya nikashaha puritaha. I know criteria the meaning of the word. Criteria is achieved. Sutrasya, Sutrasya nikashaha puritaha. All the criteria for the sutram are established or achieved. Oh. That we will tell that, no? गद्यां कवीनां निकषं वदन्ति, कण्डिशन्स् फार् द सूत्र टु बि अप्लैड् आर् मेट्. वाट् एवर् कण्डिशन्स् आर् रिक्वायर्ड् आर् आल् मेट्. क्रैटीरिया कण्डिशन्स् आर् सटिस्फाइड्. ऑल द रिक्वायरमेंट्स आर् सटिस्फाइड. Yeah, all requirements, all conditions satisfied. Okay, I know the meaning of each word, but I don't know how to join. What is the meaning of this sentence, karve? That is what I asked. Oh, okay. Thank you. Chalati, chalati, huh? Okay, any other? So it is like that sutrasya, itenena sutrasya bhavitum arati, parantu, nikasha is met or not. Like for example, vibhakti pratyaya asti chet na vibhakta tu sma badaka sutram asti. So though the conditions are met, this is stopped it. Yeah, alantyam yat sutram asti tasya conditions are met. Yatra kim asti अस्माकं तु वयं सो देर् इट् इस् भवितुम् अर्हति परन्तु बाधकसूत्र निकषा पूरिता न conditions are not satisfied criteria it is criteria should be satisfied beginning विभक्तोस्माः इस् नाट् निकषा विभक्तोस्माः इट् इस् अ बाधकसूत्रं निकषा इस् इन् द सेम् सूत्रं द क्रैटेरिया आर् आल् सेटिस्फैड् अत्र पश्यामः चेत् एकनिमिषं अत्र किमस्ति सूत्रस्य निकषा पूरिता किमस्ति सूत्रस्य सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति कथं वयं जानीमः भू इति धातु अस्ति ओके तत्र इगन्तवर्णः अन्तिमवर्णः अस्ति अ यत् विकरणप्रत्ययः अस्ति यत् प्रत्यय विकरण निष्कासयामः इदानीम् अ यत् प्रत्ययः अस्ति तत्र षित् इति नामकरणं वयं कृतवन्तः केन कारणेन कारणं शकारस्य इत्संज्ञा अभवत् तेन कारणेन तिंशित् सार्वधातुकम् इति सूत्रस्य अधिकारः आगच्छति एतत् उपयोगं कृत्वा वयम् अ यदस्ति तत् सार्वधातुकप्रत्ययः इति निर्णयं कृतवन्तः एकवारम् एतस्य निर्णयम् अभवत् अ यत् प्रत्ययः अस्ति एतत् सार्वधातुकप्रत्ययः अस्ति तदा सार्वधातुकार्धधातुकयोः एतस्य उपयोगं कर्तुं शक्नुमः केन कारणेन कारणम् इगन्तधातु अस्ति षित् प्रत्ययः प्रत्ययः षित् अस्ति सार्वधातुकम् अस्ति अतः षित् अस्ति अतः सार्वधातुकम् अस्ति अतः कण्डिशन्स् किम् अस्ति अत्र क्रैटेरिया फार् मेकिङ्ग् गुणकार्यं फार् डूयिङ्ग् द गुणकार्यं वाट् आर् द कण्डिशन्स् एकं तु इट् शुड् बि सार्वधातुकं द्वितीयम् इट् शुड् हाव् इगन्त इक् अन्त अन्तिमवर्णः इक् भवितव्यं कुत्र भवितव्यम् अङ्गभागे अतः प्रत्ययस्य पूर्वं यदस्ति तत्र अन्तिमवर्णः इक् वर्णः भवितव्यम् अण्ड् देर्फोर् निकषा पूरिता आल् कण्डिशन् सेटिस्फैड् ओके अधुना अनेन सूत्रेण किं कार्यं वयं कर्तुं शक्नुमः अङ्गस्य अन्तिमवर्णः यः इक् अस्ति तस्य गुणादेशः भवति ओके देट् गुणादेश पर्मिशन् कथं कदा वयं प्राप्नुमः यदा अङ्गस्य अन्तिमवर्णः अथवा ओके फैन् लेट् अस् फोगेट् द वर्ड् अङ्ग प्रत्ययस्य पूर्वभागस्य अन्तिमवर्णः इक् वर्णः अस्ति चेत् प्रत्ययः सार्वधातुकः अस्ति चेत् तदा एव वयं गुणकार्यं कर्तुं शक्नुमः अवगतम् सी हौ द निकषा इस् वर्किङ्ग् ओके मेम् भगिनि थेङ्क् यू धन्यवादः सिम्पल् एक्साम्पल् फोर् निकषा वुड् बि हलन्त्यम् इट्सेल्फ् उपदेशे हलन्त्यम् इत् एव हलन्त्यम् उपदेश अवस्थाया ओन्ली इट् इस् इत् इफ् इट् इस् आफ्टर् इफ् इट् नाट् उपदेश इट् केन् नाट् बि इत् इट् इट्सेल्फ् इस् अ निकषा फस्ट् प्रैमरि कण्डिशन् यस् तदेव ओके उपदेश इति निकषः तत्र ओके ओके एव्रिबडि अण्डर्स्टुड् समापयामः महोदय एकः प्रश्नः अत्र सार्वधातुक आर्धधातुकयोः इति स्वीकुर्मः चेत् अत्र अपि इक् वर्णः अस्ति अत्र गुणकार्यं भवति इको गुणवृद्धि इति अपि इक् वर्णः अस्ति अत्र अपि गुणकार्यं भवति अत्र सार्वधातुक आर्धधातुको इति स्वीकुर्मः चेत् अत्र अङ्गम् इक् अस्ति चेत् एव अनन्तरं सार्वधातुकम् अस्ति चेत् अनन्तरम् आर्धधातुक अस्ति चेत् एव कार्यम् इको गुणवृद्धि अत्र द्वयोः मध्ये भेदः कुत्र भवति महोदय भवत्याः प्रश्नम् अहं सम्यक्तया न अवगतवती इको गुणवृद्धि एकं सूत्रमस्ति ओके भवत्याः प्रश्नः किम् सार्वधातुक आर्धधातुकयोः गुणः भवति इको गुणवृद्धि सार्वधातुक आर्धधातुकयोः अत्र सम्पूर्णसूत्रं किम् अस्ति इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः अर्थं किं भवति यदा सार्वधातुकम् अस्ति अथवा आर्धधातुकम् अस्ति तत्र अपि अङ्गभागे यदा इक् वर्णः अस्ति तदा तस्य गुणः भवति ओके इको गुणवृद्धि ओके इको गुणवृद्धि किं वदति अत्र इक् वर्णस्य गुणकार्यं कर्तव्यम् अत्र न दत्तमस्ति परन्तु इक् वर्णः अस्ति हा इक् वर्णस्य समस्या एव वयम् अत्र पश्यामः यदा सार्वधातुकम् अस्ति वा आर्धधातुकम् अस्ति तत्र अपि यदा अङ्गस्य भागे हा प्रत्ययस्य पूर्वं यद्भागम् अस्ति तत्र अन्तिमवर्णः इक् वर्णः अस्ति चेत् किं भवति हा एतस्य अवगमनम् अस्माकं हस्ते सूत्रस्य आधारेण न मिलितम् अस्ति परन्तु परिभाषासूत्रम् एकम् अस्ति एकं पूर्वं प्रथमोऽध्यायस्य प्रथमपादस्य तृतीयसूत्रमस्ति तत्र लिखितम् अस्ति निर्मितम् अस्ति यदा इक् वर्णः अस्ति हा तत्र आदेशः गुणकार्यं गुणादेशः अथवा वृद्धि आदेशः अस्ति तत्र तु केवलम् इक् वर्णस्य कार्यं भवति अन्यवर्णः अस्ति चेत् किमपि कार्यं न भवति ओके सो विदौट् स्पेसिफैङ्ग् वेर् दिस् आदेश हेपन्स् स्पेसिफिकेशन् नास्ति कुत्र एतत् कर्तव्यं परन्तु गुणकार्यं वा वृद्धिकार्यं केवलम् इक् वर्णानां भवति अत्र लिखितम् अस्ति ओके किञ्चित् अस्तु महोदय एतत् उदाहरणरूपेण स्वीकुर्मः चेत् इतोपि स्पष्टी भवति इति मम चिन्तनं खलु महोदय ओके अग्रिमवर्गे कुर्मः अग्रिमवर्गे एतत् विषये उदाहरणरूपेण कुर्मः कृपया महोदय उदाहरणरूपेण अत्र एव अस्ति न अस्माकं सूत्रं यदस्ति भू यदस्ति तदनन्तरं सार्वधातुकप्रत्ययः अस्ति ओके सार्वधातुकम् इति वयं निर्णयं कृतवन्तः यदस्ति प्रत्ययः एतत् षित् प्रत्ययः अस्ति आम् वर्णे अस्ति न अयदस्ति षित् प्रत्ययः अस्ति कारणं षित् प्रत्ययः अस्ति तदनुगुणं किंषित् सार्वधातुकम् इति वयं दृष्टवन्तः एतस्य सूत्रस्य उपयोगं कृतवन्तः तदा अयदस्ति हा अस्माकं हस्ते अयदस्ति तदस्ति सार्वधातुकप्रत्ययः ओके एकवारं सार्वधातुकप्रत्ययः इति निर्णयं कृतं हा नामकरणं कृतं तदा आगच्छति सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य अवकाशः सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य कार्यं किम् यत्किमपि इक् वर्णः अस्ति अङ्गभागे तस्य गुणकार्यं भवति. ओके, उदाहरणम् अत्र एव अस्ति. ओके, अप्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति. हा, सार्वधातुकार्धधातुकयोः एतस्य कारणेन अप्रत्ययस्य पूर्वं यत्किमपि इक् वर्णः भवति तस्य गुणकार्यं भवति. पश्यतु हौ द कनेक्षन् इस् हेपनिङ्ग्. ओके, उदाहरणमपि अत्र अस्ति. या, वदतु वदतु महोदय. समः यत् अस्ति इकः अङ्गस्य इति अस्ति खलु, अत्र इकः इति शब्दः न, इकः इति प्रत्याहारः अस्ति. तस्य षष्ठी विभक्तौ अङ्गस्य इक् यत् अस्ति, इक् इक् इति शब्दः न, इक् इति प्रत्याहारः अस्ति. तदेव महोदयः प्रत्याहारः अस्ति. इक् इति अङ्गस्य अन्ते यदा इक् वर्णः भवति चेत् तस्य गुणकार्यं भवति. नाट् इक् इस् नाट् द वर्ड् इट् सेल्फ़्, इट् इस् नाट् द शब्दः इट् सेल्फ़्, पदं नास्ति. तदेव हितिराजन् महोदयेन भावयामि. इक् स्थाने, इक् स्थानी भवति यत्र स्थानी न उक्तम्. ओके, तो इकः षष्टिविभक्ति अस्ति, वयं जानीमः षष्टिस्थानी भवति. अङ्गस्य यत् पदमस्ति तत् षष्टिविभक्त्यम् अस्ति. इकः अङ्गस्य, यस्य अङ्गः इक् वर्णः अस्ति. ओके, स्पष्टम्? इक् अङ्गं नास्ति अत्र, इक् अङ्गं नास्ति, अङ्गस्य इक् अङ्गस्य वर्ण अन्तिमवर्णः इक् अस्ति. एवं किम् अवगन्तव्यम्? ओके विजया, स्पष्टम्? आम् आम् आं महोदय. इतोपि आवश्यकं चेत् अनन्तरं पुनः अन्य उदाहरणानि आगच्छन्ति. ओके, तदा पुनः पश्यामः. ओके, अस्तु महोदय, अस्तु महोदय, समयः जातः. अग्रिमवर्गे इतोपि किञ्चित् एतत् विषये चर्चां कुर्मः. आगच्छति, हा, अवकाशः आगच्छति. आं महोदय, आं महोदय. चलो, ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, पुनर्मिलामः. शुभरात्रि, शुभदिनम्. धन्यवादः. धन्यवादः.